भवान् वदतु। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। नमस्कारः। ॐ श्री गणेशाय नमः। ॐ श्री सरस्वती नमः। ॐ श्री गुरुभ्यो नमः। अस्तु, अद्यतनवर्गस्य विषये स्वागतम्। अत्र इदानीं बलाबलचिन्तनविषये एव अत्र अचलत्। वयं दृष्टवन्तः बलाबलचिन्तनं कुत्र कुत्र भवति इति। बृदिराचि इति बृदिरेचि इति अस्ति अस्ति चेत् अत्र एतत्तु परसूत्रमस्ति। अनन्तरम् अत्र आद्गुणः इति अपि आगत्य अद्य कार्यं करोति। अनन्तरम् अत्र आवर्णात् एचि परे पूर्वपरयोः स्थाने बृदिरेचि एकादेशः भवति। इदानीम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहिताय इति अस्ति। अत्र अपि बलाबलचिन्तनं यत्र वृद्धिरेचि आगत्य कार्यं करोति तत् स्थाने आदुगुणः अपि कार्यं करोति। अत्र द्वयोः मध्ये अत्र अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा इति द्रष्टव्यम्। अनन्तरम् अत्र तुल्यबलविरोधः अपि अस्ति। अत्र द्वयोः मध्ये तुल्यबलविरोधः अपि अस्ति, तादृशमेव वयं दृष्टवन्तः। सुपि च अनन्तरम् अत्र किमस्ति बहुवचने जल्युतम् अत्र अपि अत्र तुल्यबलविरोधः। यत्र यत्र तुल्यबलविरोधः वयं द्रष्टुं शक्यते तत् स्थाने विप्रतिषेधे परं कार्यम् इति आगत्य किं सूत्रम् अत्र आगत्य कार्यं करोति इति वदति। वयं सर्वम् एतत् दृष्टवन्तः एव, उदाहरणरूपेण अपि दृष्टवन्तः। अनन्तरम् अत्र पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरौ बलीयः। यत्र पूर्वसूत्रात् परसूत्रं बलीयः भवति, परत्वात् नित्यं बलवत् भवति, नित्यात् नित्यसूत्रात् अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गसूत्रात् अपवादानाम् उत्तरौ बलीयः इति अपि दृष्टवन्तः। अनन्तरम् अत्र यत्र एतत् विषये किञ्चित् उदाहरणरूपेण अपि दृष्टवन्तः। पुगन्तलघुपदस्य यत्र भवति अत्र तोदति इत्येव भवति। अत्र शप् कर्तरि शप् एव कार्यं करोति, अतः एव अत्र तुदादिगणे तुदति एव तुदादिभ्यः शः स्वीकुर्मः। अत्र शः उत्तरवर्ति, श उत्तरवर्ति, अकारः तिष्ठति, अतः तत्र एतत् मेलनेन तुद योगः आयोगति तुदति इति भवति। अन्तरम् अत्र पूर्वस्थितनिमित्तकम् अन्तरङ्गं किम् अस्ति इति वयं दृष्टवन्तः। अत्र त्रीणि सूत्राणि विषये वयं दृष्टवन्तः, लोपो व्योर्वलि द्वोः तूडनुनासिके च, अनन्तरं पुगन्तलघुपदस्य च। अत्र अपि तत्र तुल्यबलविरोधः अभवत्, एतदपि वयं दृष्टवन्तः। अनन्तरम् अत्र इपोयरचि इति अत्र अस्माकं वर्गे किं द्रष्टव्यं चेत् पदान्ततीय तुदादिगणे ना गुणाः उदष्टपूर्वेषु रघुवदना विशेषपूर्व, एतदेव अत्र द्रष्टव्यं खलु महोदय? अत्र किं यकोयनचि दृष्टवन्तः वा? त्रिचतस्रो एतदपि अभवत्, त्रिचतस्रो स्त्रियाम् एतदपि अभवत् यकोयनचि। अनन्तरम् अत्र आदेशे उपदेशे क्षिति येन विदितं तस्य अन्तर्मध्ये बहिरङ्गशास्त्रीय बहिरङ्गम् अन्तरङ्गमपि अपवादा अपवादविषये पूर्वनीत्य अपवादानाम् एतदपि वयं दृष्टवन्तः. अनन्तरमत्र किञ्चित् चित्रमपि अस्ति इति दृष्टव्यमिति. अनन्तरं पूर्वत्र सिद्धम् अत्र मया किमस्ति चेत् अत्र सपादसप्ताध्यायी अनन्तरं त्रिपादी अत्र सपादसप्ताध्यायीसूत्रविषये पूर्वतनसूत्रस्य विषये परसूत्रम् असिद्धं भवति इति दृष्टवन्तः. अनन्तरम् अत्र शास्त्र असिद्धं कार्य असिद्धं किम् इति. अनन्तरं जलां जगन्ते लोपशाकल्यस्य एतदपि वयं दृष्टवन्तः. अनन्तरम् अत्र शुद्धसञ्जीवोः मनस इत मनोरथः मनसः इच्छा अभिलाषः इति आरम्भं कर्तव्यं खलु महोदय? एतत् अत्र न द्रष्टं खलु? एकवारं तु अत्र मनोरथः मनसः इच्छा अभिलाष इति अस्ति. मनस्योः रथः रथ इति अस्ति. अत्र सकारः अस्ति तस्वजुषो रुः इत्यनेन ऋत्वं भवति रु आदेशः. मणयोगः रु योगः रथ इति भवति. अनुबन्धलोपानन्तरं मणर् इति भवति. उकारः इति भवति. अनुबन्धलोपानन्तरं मणर् भवति. मणर्योगः रथ. इदानीम् अत्र रोरिसूत्रे सूत्रं किं कार्यं करोति चेत् प्रथमरेपस्य स्थाने लोपः भवति इति. अनन्तरम् अत्र अशिच इत्यनेन अत्र रेपस्य उकारः भवति. अतः एव मणयोगः रेपस्य स्थाने उकारः भवति मनोरथः. इदानीम् अकार उकारमेलनेन आदिगुणः इति सूत्रेण गुण आदेशः भवति. अतः मनोरथ वर्णमेलनेन मनोरथ इति भवति. समीचीनं वा? किञ्चित् क्लेशः अत्र रोरि इत्यनेन प्रथमरेपस्य एव अत्र लुप्तः भवति रोरि इति पश्येम. रोरि अत्र पठतु. अत्र रेफस्य संहितायां रेफे परे लोपः भवति. रेफे परे अत्र पुनर् रमते इति अस्ति. पुनर् इति पूर्वम् अस्ति. पुनर् इति रेफस्य संहितायां रेफे परे अत्र सामीप्यमस्ति. पुनर् इत्यस्य पदस्य अन्तिमवर्णः रेपः. रमते इति प्रथमवर्णः रेपः. रेपस्य संहितायां रेपे परे अत्र पुनर् इत्यस्य प्रथमरेपस्य स्थाने अत्र इति भवति. एतदेव अत्र अस्ति. मनोरथः मनर् इति भवति. रोरि इत्यनेन प्रथमरेपस्य स्थाने इत् भवति. अतः तत्र पुनः मणयोगः रथः भवति. इदानीम् अत्र अत्र रोरि असिद्धात् किमर्थं महोदय? असिद्धमत्र किमपि नास्ति खलु? असिद्धमस्ति वा? लोप अस्ति चेत् सिद्ध अस्ति, रैट्? अनुबन्धलोप एव. अत्र मणयोगः रु अस्ति. अत्र मनस् इति भवति. मनोरथः इति किमर्थं भवति, कथं भवति इति द्रष्टुं शक्यते चेत् प्रथमम् अत्र पदमस्ति मनस् इति अस्ति. मनस् अत्र सकारान्त नपुंसकलिङ्गपदमस्ति. अवगतं महोदय. इदानीम् अत्र मनर् इति भवति. ततोजुषो रुः इत्यनेन एव सकारस्य स्थाने ऋत्वं भूत्वा मनर् इति भवति खलु? तत् अपि अवगतम्. अनन्तरं रथः इति भवति. मनर् योगः रथः. मनर् योगः रथ. अत्र पूर्वं स्थितस्य रेपस्य स्थाने इति भवति. अतः एव अस्तु अस्तु अस्तु अस्तु न अत्र उदाहरणम् अस्ति. रोरि असि च द्वयो अपि प्रथमं कार्यं किं भवति इति अत्र द्रष्टुं शक्यते एव. प्रथमं तत् अवगतं महोदय, तत् अवगतम्. इदानीम् अत्र मलर्योगः मम प्रश्नः अस्ति, रोदि हसि च द्वयोसूत्रे मध्ये बलाबलचिन्तनं किमर्थम्? मम प्रश्न न यत्र अत्र प्रथमम् एतत् पदं कथम् आगच्छति इत्येव अत्र कथम् आगच्छति इत्येव अत्र प्रक्रिया अस्ति. प्रक्रिया हसि च इत्यनेन ऊतुं भवति, अनन्तरं मण इत्यस्य नकार उत्तरवती अकारः अस्ति, अनन्तरम् ऊ अस्ति. मनोरथः मनोरथः आदुगुणः इत्यनेन एव अत्र मनोरथः वर्णमेलनेन मनोरथ इति भवति. इदानीं रेपस्य रेपे परे लोपः भवति, रोरि एतत् सूत्रं वदति. अशिष्य इत्यनेन ऊतुं भवति, रेपस्य स्थाने उकारः आदेशः भवति. इदानीम् अत्र मोनुस्वारकसमस्तुतिः प्रश्नः अस्ति, तत्र प्रश्नः अस्ति, तत्र द्वयो सूत्र द्वे सूत्रे सूत्रम् सूत्रे अस्ति, द्वयो अपि सपाद एकस्मिन् पक्षे पूर्वसूत्रम् आसीच्य सपादशब्दाध्यायी मध्ये अस्ति आसीच्य, अनन्तरं रोरि इत्यस्य त्रिपाद्यम् अस्ति. न महोदय, तत्तु ओके त्रिपादी अस्ति. सो ओके सो परन्तु अत्र बलाबलचिन्तनं किमपि बलाबलचिन्तनविषये अत्र सपादसप्ताध्यायीसूत्रम् आगत्य कार्यं करोति. पूर्वं त्रिपादी आगत्य कार्यं करोति रोरि, अनन्तरमेव अशिच इति कार्यं करोति. किञ्चित् अत्र बलाबलचिन्तनविषये नास्ति. अत्र इदानीम् अत्र किं भवति, मनोरथः इति पदं कथम् आगत्य कार्यं करोति इत्येव अत्र प्रक्रिया अस्ति. प्रक्रिया तत्र दत्तं न परन्तु अत्र शास्त्रतासिद्धं किमर्थम् एतत् उदाहरणम् अस्ति. अत्र पश्यतु, शास्त्र असिद्धं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादीसूत्रं स्वयम् असिद्धम् इति कारणात् अत्र परसूत्रं परत्रिपादीसूत्रम् अत्र इदानीं रोरि अस्ति. असिद्धं किमर्थं न भवति इति भवन्तः प्रश्नः समीचीनं. न अत्र भवतः अस्ति, अत्र असिद्धम् अस्ति किमर्थं, तत्र प्रश्नं. रोरि असिद्धम् अस्ति, तत्तु दत्तं. रोरि असिद्धम् अस्ति किमर्थम् अहं न अवगतम्. अत्र इदानीं पूर्वमेव वयं दृष्टवन्तः खलु, जलां जशन्ति इत्यनेन पूर्वसूत्रं परसूत्रम् अत्र आगत्य कार्यं करोति एव. अत्र बलाबलचिन्तनविषये किमपि अत्र दत्तवन्तः, परन्तु अत्र प्रसिद्धम् अत्र प्रसक्तिः नास्ति एव. इदानीं पश्यतु, अल्सन्धिसूत्राणि सर्वाणि त्रिपाद्यम् अस्ति. अल्सन्धिसूत्राणि सर्वाणि त्रिपाद्यम् एव अस्ति, A3 इदानीम् अत्र इदानीं रोरि अपि त्रिपाद्यमेव अस्ति. अत्र एकत्र हल्सन्धिः विधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति. अत्र पूर्वसूत्रम् इदानीम् अत्र अशिच इति अस्ति खलु, सपादसप्ताध्यायी अस्ति अशिच. आम्, तत्र द्वयो अपि सूत्रं समानकाले कार्यं करोति चेत् प्रथमं कार्यं करोति अनन्तरं कार्यं न करोति, तदपि शास्त्रत्र सिद्धम्. अत्र किमर्थं समानशास्त्रत्र सिद्धं किमर्थं, तत् अहं चिन्तयामि. अत्र मम चिन्तनम् अत्र रोरि इति त्रिपाद्यम् अस्ति, समीचीनं. रोरि इति त्रिपाद्यम् अस्ति, परन्तु अत्र परसूत्रमस्ति, परसूत्रमपि अस्ति. न रोरु हा रोरि परसूत्रम् अस्ति, परन्तु प्रथमं तु हसि च इति कार्यं करोति, अनन्तरं रोरि कार्यं करोति. एतदपि असिद्धत्वात् रोरि इत्यनेन रेपस्य लोपस्य असिद्धत्वात् अत्र असिद्धत्वात् एव अत्र असि च कार्यं करोति. अहं चिन्तयामि असिद्धवात् किमर्थं, कारणं रोरि रोरि अशिष्य पश्येम एकनिमिषम् अशिष्य 6114 खलु. हा हा तत्तु अवगतं महोदय, तत् सम्यक्, तत् चिन्ता नास्ति. न अशिष्य किं वदति, अप्लुत ह्रस्व अकारात् परस्य रू इत्यस्य एव अत्र मनस् इति अस्ति खलु. मनस् इति अस्ति, तत् स्थाने रोरि इति मनस् अस्ति. अत्र रो ससजुषो रुः इति प्रथमं कार्यं करोति. तत् सूत्रं तु त्रिपाद्यमस्ति. अनन्तरम् अत्र परसूत्रं रोरि अस्ति. पूर्वसूत्रं ससजुषो रुः अस्ति खलु, त्रिपाद्यां पूर्वसूत्रमस्ति, त्रिपाद्यां परसूत्रमस्ति. अत्र परसूत्रात् पूर्वसूत्रं कार्यं करोति. पूर्वसूत्रं किम्? ससजुषो रुः खलु. अतः ऋत्वं तिष्ठति एव. इदानीं मणर् इति भवति खलु. अत्र रोरि इति असिद्धत्वात् रोरि अत्र कार्यं न करोति. रोरि अत्र कार्यं न करोति खलु. अवगतम् अवगतं. सो मन मन रु अत्र अकार अस्ति, अनन्तरं रेफा अस्ति, तत्र रोरि रोरि प्रसक्ति अस्ति, परन्तु कार्यं न करोति, कारणं अनन्तरं सूत्रम् अस्ति. अतः एव इति कार्यं करोति. अतः एव उकारः भवति. अत्र मन इत्यस्य अकारस्य स्थाने उकारः मेलनेन अवगतम्. इदानीम् अत्र मूणुस्वारः समसुटि, एतत् द्वयोः मध्ये पश्यतु ए 323 अस्ति, ए 335 अस्ति. इदानीं त्रिपाद्यामपि पूर्वसूत्रं परसूत्रम् अस्ति. पूर्वसूत्रात् परसूत्रम् असिद्धं भवति इति अत्र वयं दृष्टवन्तः. इदानीम् उदाहरणरूपेण किम् अस्ति इति पश्यामि. पठतु, भवानेव पठतु. क्रियोगज्ञे तिन् कृति संयोगकृति सम्पर्युभेभ्यां करोतौ भूषणे इत्यनेन सुट् आगमः. संयोग सुट् योगकृति अनुबन्धलोपे संयोग सयोग सकारयोगकृति. मनुस्वारः इत्यनेन मकारस्थाने अनुस्वारादेश, परन्तु मनुस्वारः अष्टमध्याय तृतीयपादे त्रयोविंशतिः श्लोकः. समसुटिः समसुटि अष्टाध्याये तृतीयपादे पञ्चमश्लोकः च त्रिपादीसूत्रे स्तः. अतः पूर्वत्र सिद्धिं पञ्चमसूत्रमेव, श्लोकं नास्ति, सूत्रम्. सूत्रं क्षम्यतां, सूत्रमेव. अतः पूर्वत्र सिद्धं टङ्कणदोषः अस्ति अहं चिन्तयामि, इत्यनेन पूर्वत्र प्रथमं कार्यं करोति, परसूत्रम् असिद्धम्. अतः समः सुटि इत्यनेन मकारस्य रुत्वं सरु योग सकारयोगकृति. उपदेशे अचनुनासिक इत् इत्यनेन उकारस्य इत् संज्ञा. त तस्य लोपः इत्यनेन लोपश्च सर् स्कृति अत्र अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अ आदेशः विपक्षे अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वरागमः सर् स्कृति खरवसानयोः विसर्जनीयः इत्यनेन पदान्तरेफस्य स्थाने विसर्गः सः स्कृति विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः संस्कृति अत्र पश्यतु अत्र मोनुस्वारः न च पदान्तस्य जलि द्वयोः मध्ये मोनुस्वारः पदान्ते एव भवति न च अपदान्तस्य मोनुस्वारः अत्र विसर्गः अनुस्वारः अपदान्तविषये एव भवति इदानीं मोनुस्वारः पदान्ते एव भवति अनन्तरम् अत्र एतत्तु परसूत्रमस्ति अषाध्यायी त्रिपाद्यां त्रयोविंशतिः परसूत्रमस्ति समसुटि इति अषाध्यायं त्रिपाद्यं पञ्चमतमं सूत्रमस्ति एतत् पूर्वसूत्रमस्ति इदानीं पश्येम किम् अत्र भवति इति कृयोः इक्तिन् कृति इति भवति इक्तिन् मध्ये नकारः अलन्त्यं तस्य लोपः इत्यनेन भवति इति भवति अनन्तरम् अत्र ककारः अपि लशकुतते इत्यनेन इति भवति अतः ति एव तिष्ठति कृयोः ति एव तिष्ठति इदानीम् अत्र सम् उपसर्गम् आगत्य कार्यं करोति सं पर्युपेभ्यां करोतौ भूषणे इत्यनेन सम् अपि अस्ति परि अपि अस्ति एतत् वाच्येन अत्र सम् इति उपसर्गम् आगत्य अत्र इदानीम् अत्र सुट् आगमः अपि भवति समसुटि यत्र सम् आगत्य अस्ति चेत् अत्र सुट् अपि अतः एव समसुटि इति सूत्रमस्ति इदानीं सुट् आगमः संयोगः सुट् योगः कृति अत्र सं मध्ये सं तिष्ठति सुट् मध्ये टकारः इत् भवति कृति अनुबन्धलोपानन्तरं संयोगः तकारः संयोगः सयोगः कृति भवति इदानीं मूनुस्वारः कार्यं करोति मूनुस्वारः तु परसूत्रमस्ति इत्यनेन मकारस्य स्थाने अनुस्वारः आदेशः भवति परन्तु मूनुस्वारः त्रयोविंशतिः भवति समसूटि तु पञ्चमसूत्रमस्ति च त्रिपादीसूत्रे स्तः वयं त्रिपादी सपादसप्ताध्यायीसूत्रम् आगत्य कार्यं करोति चेत् अत्र त्रिपादीसूत्रम् असिद्धं भवति इति दृष्टवन्तः तादृशमपि त्रिपाद्यामपि पूर्वसूत्रात् परसूत्रम् असिद्धं भवति इदानीम् अत्र पूर्वसूत्रं किम् 835 अस्ति पञ्चमसूत्रमस्ति समसूटि च त्रिपादीसूत्रे स्तः मनुस्वारः अपि त्रिपाद्यं भवति समसुटि अपि त्रिपाद्यं भवति अतः पूर्वत्रासिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति परसूत्रम् असिद्धं भवति इदानीं समसुटि इत्यनेन मकारस्य ऋत्वं भवति समसुटि इति सूत्रं मकारस्य स्थाने ऋत्वम् आगच्छति इति अतः तत्र सरु इति भवति मकारस्य स्थाने ऋत्वम् आगत्य सरु भवति सरुयोगः सकारः सयोगः कृति इदानीम् अत्र सरु इति अस्ति उपदेशराज्य अनुनासिक इत् इत्यनेन उकारस्य स्थाने इत् संज्ञा भवति तस्य लोपः एतत् वयं जानीमः इत्यनेन लोपः इदानीम् अत्र सर् एव तिष्ठति सर्योगः अत्र कृति सर्कृति इति भवति अत्र अनुनासिकपूर्वस्य तु वा अत्र विकल्पः भवति ओ आदेशः भवति अतः तत्र विपक्षे इत्युक्ते अन्यस्मिन् पक्षे अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वारः आगमः भवति विकल्पेन विकल्पने एकस्मिन् पक्षे आगत्य कार्यं करोति अन्यस्मिन् पक्षे न आगत्य कार्यं करोति अतः अत्र विपक्षे अनुनासिकात् अनुनासिकवर्णः आगच्छति संस्कृति इति भवति अन्यस्मिन् पक्षे अनुस्वारस्य स्थाने मूनुस्वारः भवति. अतः संस्कृति इदानीम् अत्र करावसानयोर्विसर्जनीयः इत्यनेन पदान्तरेपस्य संसृ इति अस्ति, संसृ इति अस्ति. एकस्मिन् पक्षे अनुस्वारः अत्र चन्द्रबिन्दुः श्रूयते, अन्यस्मिन् पक्षे चन्द्रबिन्दुस्थाने मूनुस्वारः वयं स्वीकृतवन्तः. इदानीं पदान्तरेपस्य स्थाने विसर्गः, अतः एव पदान्तरेपस्य स्थाने विसर्गः भवति. पदान्त रेपस्य स्थाने विसर्गः, अतः एव संस्कृति. अत्र एकस्मिन् पक्षे विसर्गः श्रूयते, अन्यस्मिन् पक्षे विसर्जनीयस्य सह इत्यनेन संस्कृति इति भवति. अतः एव रूपं द्वयं भवति. एकस्मिन् पक्षे संस्कृति भवति, अन्यस्मिन् पक्षे अनुस्वारस्य स्थाने मूनुस्वारः भूत्वा संस्कृति इति भवति. विकल्पेन नास्ति महोदय, अनुस्वार अस्ति यत्र अनुस्वारः भवति. एकस्मिन् पक्षे एकस्मिन् पक्षे अनुनासिकवर्णः द्रष्टुं शक्यते, अन्यस्मिन् पक्षे अनुस्वारः द्रष्टुं शक्यते. अत्र मोनुस्वारः असिद्धत्वात् समस्तुटि कार्यं करोति, पूर्वपरयोः पूर्वत्रासिद्धम् इत्यनेन. अवगतम्. क्लेशः अस्ति वा अत्र? समीचीनं खलु? अग्रे गच्छामि. इदानीम् अत्र कार्य असिद्धं किं भवति इति पश्येम. शान्त पठतु. काव्यासिद्धं पूर्वमेव त्रिपादिसूत्रस्य कार्यं करोति चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्र वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव. यतः तेन यत् किमपि क्रियते तत् पूर्वत्रासिद्धम् इत्यनेन असिद्धम्. इदं कार्यासिद्धम् इति उच्यते. अग्रे अपि पठतु. उभो योगः अपि येचो अयवा यावः इत्यनेन यान्तावान्तादेशसन्धिः. उभावपि लोपः शाकल्यस्य इत्यनेन विकल्पेन वकारः लोपः. उभा अपि सवर्णदीर्घसन्धिः. अकः सवर्णे दीर्घः इत्यनेन मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्. अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते. कार्यासिद्धित्वात् उभा अपि अत्र कार्य असिद्धं. पूर्वमेव त्रिपादीसूत्रस्य कार्यं कारितं चेत् पूर्वं त्रिपादीसूत्रम् अष्टाध्याये अष्टमाध्याये भवति. त्रिपादीसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादशब्दादिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव. यतः तेन यत् किमपि क्रियते तत् पूर्वत्रासिद्धम् इत्यनेन असिद्धम्. इदं कार्यासिद्धम् इति उच्यते. यत्र अत्र उदाहरणरूपेण पश्यामि चेत् उभौ योगः अपि इति अस्ति. अत्र वौ औ इति अस्ति. अत्र औकारस्य स्थाने अत्र किम् अवादेशः भवति, अतः उभा इति भवति. यान्तवान्तादेशे सन्धिं भूत्वा एचो एव यावः 61 अष्टसप्ततितमं सूत्रम् अस्ति, षष्ठमाध्याये प्रथमपादे. इदानीमत्र लोपः शाकल्यस इति त्रिपादीसूत्रमस्ति, त्रिपादी अष्टमाध्याये भवति. विकल्पेन वकारः लोपः लोपः शाकल्यस्य किं सूत्रं भवति चेत् वकारस्य लोपः भवति इति. अत्र उभा योगः अपि अस्ति. लोपः शाकल्यस्य इत्यनेन अत्र किं भवति? वकारस्य लोपः भवति. अतः तत्र उभा योगः अपि वकारस्य लोपः स्वीकृतम्. परन्तु सवर्णदीर्घः सन्धि अकः सवर्णे दीर्घः एतत्तु सपादसप्ताध्यायी सूत्रमस्ति, षष्ठमाध्याये अस्ति. इत्यस्य मनसि लोपः शाकल्यसे इत्यस्य कार्यं नैव जातम्, अतः वकारस्य लोपः न जातम्. अत्र सवर्णदीर्घः न प्रवर्तते, सवर्णदीर्घः अपि न प्रवर्तते, अतः कार्य असिद्धं भवति, कार्यम् असिद्धं भवति. अतः तत्र उभा अपि एव तिष्ठति. लोपः शाकल्यस्य कार्यं न करोति, त्रिपादी अस्ति. अनन्तरम् अत्र येजो यव यावः इति पूर्वसूत्रमस्ति. किम् अस्ति? षष्टमाध्याये प्रथमपादे अष्टम सप्ततितमं सूत्रमस्ति. सवर्णदीर्घः तु परसूत्रमस्ति. एतत् सपाद सप्ताध्यायी मध्ये अस्ति एव. 87 अनन्तरं 101 इति परसूत्रमस्ति. एकः अधिकम् एकशतम् इति सूत्रमस्ति, षष्टमाध्याये भवति. एतदपि असिद्धं भवति. अतः अत्र येषो एव यावः एव कार्यं करोति. उभा अपि एव तिष्ठति. अत्र किञ्चित् क्लेशः अस्ति वा, संशयः अस्ति वा, पृच्छतु अनिल् महोदय. न अवगतं महोदय. इदानीम् अत्र अञ्जना अग्रे पठतु. अत्रापि तदा बालायोगः सु योगः इह अनुबन्धलोपे बालास्योगः इह ससजुषोः रुः इत्युक्ते बालः योगः रु योगः इह अनुबन्धलोपे बालर् योगः इह इत्युक्ते भो भागो अधो अपूर्वस्य योषि बालै योगः इह इत्युक्ते लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारः लोपः बाला इह आद्गुणः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्. अतः अत्र गुणसन्धिः न प्रवर्तते. कार्यासिद्धत्वात् बाला इह. एतत् अन्य उदाहरणमपि अस्ति. इदानीम् अत्र एषो यव यवः इति पूर्वसूत्रमस्ति. एतत् त्रिपाद्यमस्ति. त्रिपाद्यमस्ति अकः सवर्णदीर्घः अपि अस्ति. अत्र अपि पूर्वसूत्रं कार्यं करोति, परसूत्रं कार्यं न करोति. लोपः शाकल्यस्य इति, अनन्तरं सवर्णदीर्घः अपि असिद्धं भवति इति वयं दृष्टवन्तः. कार्य असिद्धं, कार्य असिद्धम् इति अन्य उदाहरणमपि अस्ति अत्र. बालः इह इति विसर्गसन्धिः अस्ति अत्र. बालयोगः सुयोगः इह इति अस्ति. अत्र अनुबन्धलोपानन्तरं सु उपदेशाज अनुनासिक इत्यनेन अनुबन्धलोपानन्तरं सकार एव तिष्ठति. अतः बालस्योगः इह. इदानीमत्र ससजुषो रुः ऋत्वम् आगत्य बालयोगः रुयोगः इह. अनुबन्धलोपानन्तरमेव बालर्योगः इह भवति. वयं दृष्टवन्तः गोभगो अगो अपूर्वस्य योषि इत्यनेन यकार आदेशः भवति. अतः बालैयोगः इह भवति. इदानीं लोपः शाकल्यस्य त्रिपाद्यमस्ति इत्यनेन विकल्पेन यकारस्य लोपः भवति इति तत्र दत्तम्. अनन्तरं बालयोगः इ लकार उत्तरवर्ति अकारः इकारः मेलनेन बाले इह इति आगन्तव्यम्। परन्तु अत्र लोपः साकल्यस्य कार्यं नैव जातम्। अत्र बालै एव तिष्ठति भो बहु अहो अपूर्वस्य कार्यं न करोति। अनन्तरं लोपः शाकल्यस्य इत्यपि कार्यं न करोति। अत्र बालयोगः वदतु, लोपः साकल्यस्य कार्यं करोति, तत् कारणात् यकारस्य लोपः भवति। आम्, अनन्तरम् आद्गुणकार्यं न करोति, आद्गुणकार्यं न करोति, बाले इह इति अत्र न आगत्य न आगच्छति। आद्गुणः इति सपादशब्दाध्यायी मध्ये अस्ति, लोपः शाकल्यस्य तु त्रिपाद्यम् अस्ति। अत्र किं कार्यं भवति, बालयोगः इह एव तिष्ठति, अत्र गुणः न भवति, गुणः न भवति, कार्य असिद्धं भवति। एतत् आदुगुणः इति सपादशब्दायि सपादशब्दाध्यायी मध्ये अस्ति, परन्तु अत्र कार्यम् असिद्धं भवति, गुणसन्धिः न प्रवर्तते। अत्र बाले युह इति न आगत्य कार्यं करोति। अत्र लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्। अत्र यकारस्य लोपः न जातम्। अनन्तरम् अत्र आदुगुणः इत्यपि कार्यम् असिद्धं भवति, अतः तत्र बालयोगः इह एव तिष्ठति, विसर्गस्य लोपः भवति। अत्र पूर्वं यदा दृष्टवन्तः उभौ अपि तादृशमेव, उभा अपि एतौ यवः तिष्ठति, तादृशमेव अत्र बालयोगः इह एव तिष्ठति। एवम् अत्र कार्यसिद्धं, कार्य असिद्धं, शास्त्र असिद्धम्, अनन्तरं पूर्व पूर्वपरमिति अन्तरङ्ग अपवाद, एतत् अनन्तरं तुल्यबलविरोधः अस्ति चेत् अत्र विप्रतिषेधम्, एतत् बलाबलचिन्तनविषये एतत् करपत्रम् अस्ति। अत्र कुत्रापि मुद्राणि स्वीकरोतु, अत्र पुरतः स्थापयतु, सर्वत्र एतत् विषये आगत्य कार्यं करोति एव, सर्वत्र आगत्य। अत्र परिभाषासूत्रमस्ति, अत्रापि एतत् विषये एव किम् अस्ति चेत् अत्र इदानीमेव अत्र पठितवन्तः। अत्र परनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरौं बलीयः असिद्धकार्यं बहिरङ्ग अन्तरङ्गे, अनन्तरम् अकुरुतव्यूहाः पाणिनीयाः, एतत् सर्वाणि अत्र परिभाषाप्रकरणम् एव भवति। अत्र सर्वत्र आगत्य कार्यं करोति एव। इदानीं वयं दृष्टवन्तः मूलस्वरः समसुटि, एतत् उदाहरणमस्ति, पूर्वसूत्रात् परसूत्रम् असिद्धं भवति, एतत् बहु मुख्यकरपत्रम् अस्ति इति बलाबलचिन्तनविषये। अतः यत्र यत्र संस्कृतम् आगत्य कार्यं करोति तत्र तत्र एतत् पूर्वत्र सिद्धं, विप्रतिषेधे परं कार्यम्, एतत् तुल्यबलविरोधः, एतत् सर्वम् आगत्य कार्यं करोति। अतः एतत् करपत्रं ध्वनि करपत्रस्य विषये मुद्राणि स्वीकरोतु, पुरतः स्थापयतु। अस्तु, इदानीम् अनिल् महोदय पठतु। भट्टोजित् दीक्षित् महाभागेन सिद्धान्तकौमुद्याः लेखनेन लेखकेन इदं सिद्धान्तद्वयं प्रणीतं, सर्वे न मन्यन्ते, तेषु माता अन्यतमा, तथापि अत्र प्रतिपादितं यतः अनेन विषयस्य बोधार्थं सौकर्यं विद्यते इति भाति। अन्यतम इत्युक्ते किं महोदय? अन्यतमा, सर्वे न मन्यन्ते, भट्टोजी दीक्षितमहोदयस्य किम् अत्र सिद्धान्तकौमुद्या लिखितम्, एतत् सिद्धान्तद्वयं प्रणीतम्, यत्र यत्र मतभेदः अस्ति एव, अत्र किञ्चित् लेखकः एतत् विषये अस्ति इति उक्तवन्तः, अन्य एतत् तादृशं नास्ति इति अत्र न मन्यन्ते। यत्र न मन्यन्ते अत्र तेषु माता अन्यतमा, माता अपि यत्र भट्टोजी दीक्षितविषये अत्र न मन्यन्ते इत्युक्ते सा अपि अत्र अङ्गी न कृतवती. अत्र किम् अत्र किं भवति इति एतत् विषये दत्तं किमर्थं चेत् विषयस्य विषये किञ्चित् इतोपि ज्ञानं बल भवति खलु. अतः एव अत्र स्वरूप महोदयेन एतत् विषये दत्तं. भवान् एव पठतु देयं यत् ध्येयं यत् पूर्वत्र सिद्धम् इति सूत्र विप्रतिषेधे परं कार्यम् इत्यस्य अपवादः नास्ति. विप्रतिषेधे परं कार्यम् इत्यनेन परशास्त्रस्य कार्यं भवति. पूर्वत्र सिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धं सूतरां विरुद्धम्. अत्र सामान्यविशेषयोः उदाहरणं न, अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः. इत्याशेन किं कृतं? विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सप्ताध्याय्याम् इव प्रवर्तते. त्रिपाद्यां विप्रतिषेधविचारः नास्ति, यतोहि तत्र परशास्त्रम् एव नास्ति. उत्तरस्य अभावात्, परशास्त्राणाम् अभावात् अपि च पूर्वत्र सिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम्. अत्र भट्टोजी दीक्षितः किं वदति, पूर्वत्र सिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्युक्ते अपवादः नास्ति. पूर्वत्र सिद्धम् इति पूर्वम् एतत् कार्यम् अस्ति, सूत्रम् अस्ति, अतः परसूत्रम् असिद्धं भवति इति. एतत् कुत्र भवति? तुल्यबलविरोधः यत्र भवति तत् स्थाने एव विप्रतिषेधे परं कार्यम् इति भवति. अत्र विप्रतिषेधे परं कार्यम् इत्यनेन परशास्त्रस्य कार्यं भवति इति सः उक्तवान्, परसूत्रस्य कार्यम्. अत्र वयं दृष्टवन्तः पूर्वसूत्रमस्ति वा परसूत्रमस्ति वा, परसूत्रस्य विषये पूर्वसूत्रमेव कार्यं करोति इति वयं दृष्टवन्तः. इदानीं पूर्वत्र सिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् इति सः उक्तवान्. वयं दृष्टवन्तः पूर्वसूत्रमेव बलवत् भवति इति, पूर्वनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरौ बल्यः इति. इदानीम् अत्र विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादसप्ताध्यायी एव प्रवर्तते. अत्र सपादसप्ताध्यायी षष्ठमाध्याये अस्ति, षष्ठमाध्याये प्रथमपादे भवति, षष्ठमाध्याये द्वितीयपादे अस्ति चेत् अत्र एव पूर्वसूत्रं कार्यं करोति, परसूत्रम् असिद्धं भवति इति सः उक्तवान्. परन्तु सः इतोपि उक्तवान् त्रिपाद्यं तादृशं न भवति इति. त्रिपाद्यम् अष्टम अध्याये द्वितीयपादे एव अत्र त्रिपादी आरभ्य कार्यं करोति. इदानीं सः किम् उक्तवान्? अष्टमाध्याये द्वितीयपाद आरभ्य कार्यं करोति चेत् तावदेव, अत्र पूर्वसूत्रं परसूत्रम् इति नास्ति इति सः उक्तवान्. अपि च पूर्वत्र सिद्धम् इत्यस्य असिद्धत्वात् केवलं त्रिपादी एव भवति, अत्र परशास्त्रात् अभावात्. अत्र मातुः अपि मातुः अत्र किम् अत्र इदानीमपि माता जीवति एव, अतः तत्र अस्माकं कृते बहु प्रसादमस्ति. सा अत्र एतत् विषये त्रिपादी सपादशब्दाध्याये एव पूर्वत्र सिद्धं भवति, अनन्तरम् अष्टमाध्याये एतत् नास्ति इति सा अत्र न मन्यन्ते, बहवः न मन्यन्ते. अत्र तेषु माता अन्यतमा, सा अपि न एतद् विषये न अङ्गीकरोतु. इदानीं वर्णात् अङ्गं बल्यः. वर्णः इति जानन्ति खलु, स्वरः अस्ति, व्यञ्जनः अस्ति. अत्र वर्णः अस्ति चेत् एतत् अङ्गम् एव बलीयः. इदानीं पूर्व पर नित्य अन्तरङ्ग अपवादम् अत्र बलीयः इति वयं दृष्टवन्तः. इदानीम् अत्र दृढीकरणार्थं वर्णः अस्ति चेत् अत्र अङ्गमेव बलीयः. इदानीम् अत्र भू इति अस्ति, एतत् भू इति दीर्घ ऊकारः अस्ति. अनन्तरम् एतत् परिवर्तनं कृत्वा अत्र किञ्चित् क्रमेण अत्र कार्यक्रमम् अत्र कार्यक्रमेण भव इति भवति. इदानीम् अत्र किम् उक्तवन्तः, वर्णात् अङ्गमेव बलीयः इति अस्ति. अत्र शान्ता पठतु. अस्तु अञ्जना पठतु. बलीयः परिभाषा पञ्चपञ्चशतं वर्णस्य इदं वर्णामु वर्णनिमित्तीकृत्य जायमानं कार्यं वर्णसम्बन्धं कार्यं वर्णम् अङ्गस्य इदम् आङ्गम् अङ्गनिमित्तिकं वा अङ्गोद्दिशिकं वा कार्यम् आङ्गम् अङ्गसम्बन्धम् आङ्गम् वर्णनिमित्तिककार्य कार्य अपेक्षया अङ्गाधिकारस्य कार्यं प्रबलम्. प्रत्यय एतदपि पठतु. प्रतियोगः इ योगः अच् एरच् प्रतियोगः इ योगः अप्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति. प्रति गुणः ए गुणः अ एचो यवा यावः इत्ययनेन यान्तावान्तादेशो सन्धिः सन्धिः प्रतियोगः ऐ योगः अ इको एणचि इत्यनेन एणादेशः प्रत्यै योगः ऐ योगः अ वर्णमेलनेन प्रत्ययः. अत्र पश्यतु, वर्णात् अङ्गं बलियः, वर्णस्य इदं वर्णम् इल्लया, वर्णस्य इदं वर्णम्, वर्णं निमित्तीकृत्य जायमानं कार्यम्, अत्र वर्णस्य विषये एव कार्यं भवति इति. अङ्गस्य इदम् आङ्गम् इति भवति. एतत् षञ्च् प्रत्ययं भूत्वा एव अत्र आङ्गम् इदानीं भवति. इदानीम् अत्र उदाहरणरूपेण किं भवति, प्रत्यय किमर्थं प्रत्यय इति भवति, प्रत्ययमिति तृतीय अध्यायम् आगत्य कार्यं करोतु. प्रत्ययमिति अधिकारः अस्ति, प्रत्ययः परश्च एतत् अधिकारमस्ति. अधिकारमस्ति चेत् अत्र अनुवृत्तिः भवति एव. प्रत्यय इति प्रतियोगः ई योगः अच् एरच् इति सूत्रेण अच् आगत्य कार्यं करोतु. प्रतियोगः ई योगः अच् प्रति इति अस्ति, ई अस्ति, अनन्तरम् अच् अप्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति. अत्र ई आ इति भवति खलु, अतः अत्र ई स्थाने गुणः भवति, ये भवति ई स्थाने ये एव गुणः भवति. अतः प्रतियोगः ये योगः अ भवति, गुणः भवति, अतः ये भवति प्रतियो प्रति ये अ भवति. ये स्थाने एचो यवा यवः ये स्थाने अवादेशः भवति, अतः तत्र अयादेशः भवति. अतः तत्र प्रतियोगः ये स्थाने ऐ आदेशः भवति, अनन्तरम् आ इति भवति. इदानीम् अत्र प्रति इत्यस्य इकारः भवति, अनन्तरम् अकारः भवति ऐ स्थाने. इदानीम् इको एनचि इत्यनेन यनादेशः भूत्वा प्रत्ययोगः अयोगः ऐ योगः अ भवति, वर्णमेलनेन प्रत्ययः इति भवति. अत्र किञ्चित् क्लेशः नास्ति एव. अत्र वर्णात् अङ्गं बलियः इति अत्र एवम् अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत् एतत् साधारणतया भवति एव. इदानीमेव भट्टोजीदीक्षितेन किम् उक्तम्, अत्र साधारणसूत्रमस्ति, अनन्तरं विशेषसूत्रमस्ति. अत्र अत्र सामान्ये विशेषयोः उदाहरणं न अत्र न दत्तमिति सः उक्तवान्. अत्र इदानीम् एतत् प्रतियोगः ई योगः अत्र एचो यवा यावः अनन्तरम् अत्र युको एनचि इत्यनेन एव प्रत्ययः इति पदम् आगच्छति. वयं मनसि एतत् मनसि स्थापनीयमेव, प्रत्ययः कथम् आगच्छति इति. अत्र एवम् अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत् इदानीं साधारणतया अत्र भवति एव. वर्णनिमित्तिकम् इत्यनेन इदानीं विशेषणतया किं कार्यं भवति इति अग्रे पश्येम। अञ्जन पठतु इदानीम्। प्रतियोगः ईयोगः आ इत्युक्ते अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिः। प्रतियोगः आयोगः आ प्रत्ययं निमित्तीकृत्य गुणः प्राप्योति। प्रत्ययोगः आ इत्युक्ते एचो यवः एचो यवायावः इत्यनेन यन्तावान्तादेशसन्धिः। प्रत्ययोगः आयोगः इत्युक्ते प्रत्ययः दोषपूर्णरूपं सिद्धम्। अङ्गकार्यम् इति वयं स्वीकुर्मः चेत् अत्र प्रति इति अस्ति, एतत् अङ्गं भवति, अनन्तरं इ अस्ति। अत्र साधनतया वयं किं कुर्मः, इकारः अस्ति अनन्तरमपि अकारः अस्ति, इकार इकार मेलनेन दीर्घ ईकारः भवति अतः प्रति इति भवति, अनन्तरम् इकार अकार मेलनेन प्रते इति भवति गुणसन्धिः। इदानीम् अत्र एकारस्य स्थाने एचो यवायावः इति भवति अतः तत्र ऐ आदेशः भवति अतः प्रतै इति भवति। प्रतै योगः आ मेलनेन प्रतयः। समीचीनतया नास्ति एव अत्र वर्ण वर्णनिमित्तिकं कार्यम् अत्र समीचीनं नास्ति एव अत्र, अतः तत्र दोषपूर्णरूपं भवति प्रतयः इति। अत्र साधारणतया प्रति योगः प्रत्ययः इत्येव वर्णमेलनं भवति एचो यवायावः इको यरचि इत्यनेन वर्णात् अङ्गं बलियः। वर्णकार्यं कृत्वा अत्र दोषपूर्णः भवति। प्रति इति अङ्गम् अत्र स्वीकृत्य वर्णमेलनेन प्रत्ययः इति वयम् अत्र स्वीकृतवन्तः। एतदेव अत्र साधु भवति, अत्र प्रतयः इति असाधु भवति। अत्र इतः पर्यन्तम् एतत् चल अचलत् किञ्चित् क्लेशः संशयः अस्ति वा पृच्छतु, नास्ति चेत् अग्रे गच्छेम। अत्र अनिल् महोदय पठतु अभ्यासः। अभ्यासः अत्र सन्ति त्रीणि तिङ्गन्तपदानि सक्नु योग अन्ति शक्नुवन्ति, चिनु योग अन्ति चिन्वन्ति, कुरु योग अन्ति कुर्वन्ति। एषां रूपाणां निष्पादनार्थम् अधः प्रासङ्गिकसूत्राणि दत्तानि। बलाबलविषये विचिन्त्य प्रत्येकं तिङ्गन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम् इति निर्णीयताम् वर्गे अस्मिन् विषये चर्चिष्यामः। तत्पश्चात् अत्रैव समाधानं लेखिष्यते। अत्र शक्नुवन्ति शक्नु योगः अन्ति इति भवति। अत्र शक्नुवन्ति इति वकारः श्रूयते, किमर्थम् अत्र वकारः श्रूयते, अत्र अचिष्णु धातु ब्रुवाङ् युवो रियङ् उवङ्गौ इति सूत्रम् आगत्य कार्यं करोति। चिनु अपि अस्ति, अनन्तरं कुर्वन्ति अपि अस्ति। अत्र किञ्चित् अत्र किं सूत्राणि आगत्य एव अत्र कार्यं करोति। अन्ति इत्यस्य प्रत्ययः सिद्धिः किमर्थं भवति अत्र इदानीं पश्यतु। एतान् रूपाणाम् अत्र निष्पादनार्थम् अधः प्रासङ्गिकसूत्राणि दत्तानि। अधः आगच्छति कार्यं करोति किं सूत्रम् अत्र, अनन्तरम् अत्र उष्णुः सार्वधातुके अपि कार्यं करोति, अनन्तरम् अत्र अचिष्णुधातु ब्रुवङ् इवो रियङ् उवङ्गौ इको यणचि अपि आगत्य कार्यं करोति एतत् अग्रे पश्येम किं किम् आगत्य कार्यं करोति इति। इदानीं बलाबलविषये चिन्तनं, प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणाम्। इदानीम् अत्र तिङन्तविषये किं किं भवति, शक्नुवन्ति चिन्वन्ति कुर्वन्ति इति आगत्य कार्यं करोति चेत् अत्र एतत् विषये किं बाधा अस्ति वा किम् अस्ति अत्र समाधानं लेखिष्यति। अन्ति इत्यस्य प्रत्ययः सिद्धिः. अत्र पठतु शान्ता, पठतु. अन्ति इत्यस्य प्रत्ययः सिद्धिः. परस्मैपदि धातूनां मूल किं प्रत्ययाः? सिप्तस्जि सिप्तस्थ मिप् वस् मस् न्योन्तः. प्रत्ययस्य चकारः अवयवस्य स्थाने अन्त आदेशः भवति. जः षष्ट्यन्तम्, अन्तः प्रथमान्तम्. द्विपदमिदं सूत्रं झकारे अन्त अवयवे च अकारः संयोजितः उच्चारणार्थम्. आयने ईनि ईयः षट् कछठां प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य झः अन्तः. झि झि झि योगः इ झो अन्तः इत्ययने ज स्थाने अन्तादेशः. अन्त इ अन्ति इति लट् प्रत्ययः निष्पन्नः. इदानीम् अत्र चिप्तश्चि चिप्तस्थ मिप् अस्मस् एतत् अस्ति, एतत् मूलप्रत्ययम् अस्ति. अनन्तरम् अत्र अनुबन्धलोप अनन्तरमेव तीत तीत अन्ति इति भवति. तीत थ मीव मा इति अस्ति. ज्योन्तः इति सूत्रं किं वदति चेत्, ज्योन्तः प्रत्ययस्य जकारस्य अवयवस्य स्थाने अन्त आदेशः भवति. जस्थाने अन्त आदेशः भवति. आयनेयि नीय पडगच्छक प्रत्ययादीनाम् इत्यनेन आयने इ नीय पडख च ग एतत् अत्र क्रमेण अत्र आगत्य कार्यं करोति. अत्र इदानीम् एतत् विषयम् अस्तु, अत्र दत्तं तावदेव. इदानीं प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिस्य सूत्रम् अङ्गस्य प्रत्ययस्य ज अन्तः भवति. जि इति अत्र आनुपूर्वी कुर्मः चेत् ज योगः इ एव जि इति भवति. इदानीं ज्योन्तः इति सूत्रं किं भवति? जास्थाने अन्त आदेशः भवति. अनन्तरम् अत्र इ योजनेन अन्ति इति भवति. अतः एव तीतः अन्ति इति भवति. अत्र तीतः अन्ति पूर्वम् अत्र मूलप्रत्ययं जि एव भवति. ज्योन्तः इत्यनेन एव तीतः अन्ति इति भवति. इदानीम् अन्ति इति वयं लट् प्रत्ययस्य स्वीकुर्मः. भवति भवतः भवन्ति इति अन्ति आगत्य कार्यं करोति. कुत्र भवति? एतत् तिङन्तपदस्य विषये. इदानीमत्र अङ्गव्युत्पत्तिः किमर्थम् एतत् क्रमेण अत्र आगत्य किञ्चित् किञ्चित् मनसि स्थापनार्थम् एतत् सर्वं तत्र दत्तं. क्लेशः मास्तु अत्र. अस्तु, अनिल् महोदय पठतु अङ्गव्युत्पत्तिः. अञ्जना पठतु. अङ्गव्युत्पत्तिः स्वादिगणे विकरणप्रत्ययः स्रू स्वादि स्वादिभ्यः स्रूः लषकृतद्वते इत्यनेन शकारस्य इत्संज्ञा तस्य लोपः. इत्यनेन लोपः नू इति अवशिष्यते. शक् योगः न्यू योगः इति शक्नु शक्नु योगः अन्ति इत्युक्ते शक्नुवन्ति. च्यू योगः चि योगः नु इत्युक्ते चिनु योगः चिनु योगः अन्ति इत्युक्ते चिन्वन्ति. तनादिगणे तनादि कृज्भ्यः ऊः इति सूत्रेण ऊ विकरणप्रत्ययः विहितः भवति. अग्रे उदाहरणमपि पठतु. गुरुयोगः अन्ति कुर्वन्ति, कुरुयोगः अन्ति कुर्वन्ति, कृ धातोः अङ्गद्वयं भवति. अत्र इदानीम् अङ्गव्युत्पत्तिः स्वादिगणे विकर्णप्रत्ययः स्नु अस्ति, स्वादिभ्यः स्नु इति पञ्चमगणः खलु स्वादिगणः. अत्र स्नु इत्यस्य लशकतटिते इत्यनेन शकारस्य इति भवति, अनन्तरं तस्य लोपः अपि कार्यं कृत्वा पूर्णतया इति भवति. अतः नु एव तिष्ठति. इदानीं शक् योगः नु योगः शक्नु इति भवति, अन्तियोजनेन शक्नुवन्ति इति भवति. अत्र अत्र बृहत् सूत्रमपि अस्ति, अत्र किमपि न दत्तम्, अग्रे पश्यामि एतत् विषये. शक्नुवन्ति इति पश्येम एतत् विषये अपि. तत् अनन्तरम् अस्ति महोदय. अस्ति वा? अस्तु, ओके. इदानीम् अत्र शक्नुवन्ति इति अस्ति, अनन्तरं च्यू साधारणतया तत्र दत्तम्. अत्र बृहत् रूपेण किञ्चित् आगत्य कार्यं करोति एव पूर्णतया. चियोगः नु चिनु भवति, अन्तियोजनेन चिन्वन्ति इति भवति. इदानीं तनादिगणे तनादिकृज्भ्यः उः इति, अत्र उः इति विकरणप्रत्ययम् आगत्य कार्यं करोति. उः इति विकरणप्रत्ययं कुरुयोगः अन्ति इति भवति. अत्र उ योजनेन कुर्वन्ति इति भवति. कुरु धातु एव खलु, कुरु एव धातु. वदतु, कुरु किमर्थं महोदय? क्री अत्र ऊकारः आगत्य कार्यं करोति. तत्र तु कुरु एव अत्र अग्रे अस्ति एव. पित्सु अपित्सु इति कार्यं भवति. एतत् भवान् एव पठतु. अस्तु अस्तु. पित्सु प्रत्ययेषु क्रियोग यु उ सार्वधातुकार्धधातुकयोः इत्यनेन एकगुणः कर् योग उ करु इति अङ्गम्. अपित्सु प्रत्ययेषु अत् उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः करु कुरु इति अङ्गम्. अस्तु, अवगतं महोदय. एतदेव, एतस्य विषये वयम् अग्रे पश्येम. यत्र अत्र द्वि कार्यम् अत्र तु प्रत्यय किमर्थम् उत्पत्ति भवति, अङ्ग किमर्थम् उत्पत्ति भवति, अनन्तरं वकार किमर्थम् आगत्य अनन्तरम् अस्ति. आम्, अत्र अङ्गव्युत्पत्तिः कथं भवति इति. अत्र वर्णविषये वयं दृष्टवन्तः, वर्णात् अङ्गं बलियः इति. अत्र वर्णः अकः सवर्णे दीर्घः इति स्वीकुर्मः चेत् अत्र प्रत्ययः इति भवति. परन्तु अत्र युको एनर्जि इत्यनेन प्रत्ययः इति पूर्णतया साधुरूपं भवति. वयं दृष्टवन्तः. इदानीम् अङ्गव्युत्पत्तिः इति विषये वयम् अग्रे द्रष्टुं शक्यते एव. अन्तिमश्लोकम् अञ्जना वदतु. अस्तु, शान्ता वदतु. ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहे, तेजस्विनावधीतमस्तु मा विद्विषावहे. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. सर्वेभ्यो नमस्कारः. शुभदिनं. नमस्कारः. धन्यवादः सर्वेभ्यः. धन्यवादः. अग्रिम रविवासरे वर्गः अस्ति. बहुकालम् अनन्तरं नवरात्रि, दीपावलि, एतत् सर्वम् अभवत् एव. अग्रिमवर्गः सन्डे एव भविष्यति. 31st एव अत्र दीपावलि, अनन्तरं फ्रैडे अस्ति, साटर्डे अस्ति. अतः किमपि विरामकालः न स्वीकर्तव्यम्. अग्रिम रविवासरे वर्गः अस्ति एव. सर्वे आगच्छन्तु. सर्वेभ्यः नमस्कारः. धन्यवादः. शुभदिनं. धन्यवादः.